अस्तु, तर्हि गतरविवासरे अस्माभिः किं कृतं, भानुमहोदय एकवारं पुनः वदतु। महोदय, अहं वक्तुं न शक्नोमि महोदय इदानीं। किमर्थं? स्मरामि, किञ्चित् ज्वरः अपि अस्ति। ओ ओ, अस्तु अस्तु अस्तु, चिन्ता नास्ति, शृणोतु। तर्हि गतवारम् आर्धधातुकानां कृत् प्रत्ययानां रूपाणि पठितवन्तः। नवकृत् प्रत्ययान् विहाय अवशिष्टकृत् प्रत्ययाः सन्ति। कृत् प्रत्ययः आर्धधातुककृत् प्रत्ययः दशानां धातुगुणानां रूपभेदः नास्ति। अशित्वात् आर्धधातुकः, तस्मात् कारणात् धातुगुणमनुसृत्य कृतपदानां कोऽपि रूपभेदः नास्ति। उदाहरणं नूल् प्रत्ययः पठितवान्। द्वादौ क्वट् नूल् अक आदौ भवति युवोरनाकौ इति सूत्रेण अख इति भवति। भुवादौ पट् योजना अख पाठकः इति प्रातिपदिकं पुंसि पाठकः इति भवति। अदादौ गुणभेदः नास्ति, गणभेदः नास्ति, तस्मात् किमपि गणे धातु अस्ति समान एव भवति, रूपं भवति। अदादौ वच् रूपाकः वाचकः, वाचक वाचकः भवति रूपं, पुंसि रूपं। जुहोत्यादौ दा अक दायकः, किमर्थं यकारं भवति तत्र अहं न जानामि। तत्र प्रश्नः अस्ति मम एकः, वृद्धिः किमर्थं भवति? श्रोतुं न शक्यं महोदय, भवतः भवति। हलो हलो, वृद्धिः भवति खलु, पठक पाठक वृद्धिः वृद्धिः अजन्तह्रस्व रूपं आर्धधातुक प्रत्ययः नित् भवति, नूल् नित् प्रत्ययः, तस्मात् अजन्तह्रस्वः इति रूपेण वृद्धिर्भवति। अत्र अजन्त नास्ति खलु, अजन्त नास्ति, अकार उपदा धातुः, अकार उपदा अजन्त ह्रस्व उत अत उत अकार उपदा धातु वा वृद्धिः भवति। अत्र अत्र अकार उपदा धातु। अस्तु, तर्हि अत्र वयं जानीमः यत् किम् अचोन्निति अथवा अत उपधाया सूत्राभ्यां, यदि अचोन्निति अत उपधायाः, यदि धातु अजन्त अस्ति अथवा तस्य ह्रस्व अकारः उपधायाम् अस्ति चेत्, तदनन्तरं णित् अथवा णित् प्रत्ययः अस्ति चेत् तस्य वृद्धिः भवति। तर्हि अत्र अक अस्ति, परन्तु अक तु वस्तुतः किम् अस्ति? अक तु नूल् नूल् नूल् नूल् प्रत्ययः, अत्र नित् नित् अस्ति, नित् अस्ति, लकारं लोपः हलन्त्यम् इति हलन्त्यम् इति कारणेन सूत्रेण तस्य लोपः, तस्मात् परन्तु युवोर् अनाकौ इति सूत्रेण नुल् यु इत्यनयोः स्थाने अन अख आदेशः. तर्हि तर्हि अत्र युवोर्नाकौ इति सूत्रेण भू आगच्छति, भूस्थाने अक् आगच्छति. तर्हि अत्र पठ अत्र पाठक भवति, वच वाचक भवति. अस्तु, धन्यवादः महोदय. जुहोत्यादौ दा योग अकः दायकः, किमर्थं यकारः भवति तत्र? अहं न जानामि. दा कृते भिन्नसूत्रमस्ति महोदय. तत्र दा अस्ति चेत् बहुत्र स्थले मित् प्रत्ययः अस्ति चेत् यकारः आगच्छति. तत् वयम् अग्रे पश्यामः. यथा तर्हि अत्र तस्य आवश्यकता नास्ति. अस्तु, तर्हि धन्यवादः महोदय. अन्य को अस्ति? रघुपतिमहोदय अस्ति खलु? आम् महोदय. आं, तर्हि वदतु, लिख् योगः अक किं भवति? लिख् लिख् योग अक नूल् लिख् योग नूल्. हा, एकनिमिषं. लिख् लिख् योग नूल्. ओके, लुक् लुक् योग निल्. एतत् अस्तु, नूल् पत्य अस्ति अतः एतत् नित् नित् अस्ति, आर्धात्कपत्य अस्ति. अतः अजन्तस्य अचोर्णिति इति सूत्रेण गुणः वृद्धिः भवति. लिक् लिक् न अस्तु, न तत्र न कुच् किमपि नास्ति, किमपि वृद्धिः न भवति. उपादायमपि अकारण अजन्तधातु नास्ति, अजन्तधातु नास्ति. एतत्तु अलन्तधातु अस्ति. उपधायाम् इकारः अस्ति चेत् वृद्धिः न भवति वा? भवति, भवति यदा अकारः अस्ति चेत्, ह्रस्वाकारः अस्ति चेत्. केवलं ह्रस्वाकारः अस्ति चेत् अतः गुणः भवति. अतः गुणः भवति, गुणः भवति पुगन्तलघुपद्यस्य चेत् सूत्रेण. उत्तमं. पुगन्तलघुसूत्रेण गुणः भवति. अतः लेख् लेखक लेख् योग अक लेखक वर्णमेलनेन. अस्तु, उत्तमं. तर्हि महोदय वदतु, क्रियोगः अक कथं भवति? क्रियोग क्रिय अस्ति न? क्रियोगः अक क्रयादिगणे क्रिय. अस्तु, क्रियादिगणे क्रियोग अक अस्ति. अस्तु, क्रि इदानीं एतदपि नित् नित् अस्ति, अजन्तदात धातु अस्ति, क्री अस्ति. अतः क्रै योग अक क्रै वृद्धिः भवति. क्री क्रै भवति, अजन्तदातु अस्ति. अस्तु, इदानीं क्रै योग अक क्रै योग अक एतत् क्रायक इति भवति वा? क्रायक इति भवति, क्रायक भवति. यान्तवन्तसन्धि, यान्तवन्तसन्धि. अस्तु, अस्तु, उत्तमं. तर्हि धन्यवादः महोदय. तर्हि एतत्तु अस्माभिः गतरविवासरे सर्वं पठितम्. अस्माभिः दृष्टं यत् कृत् प्रत्ययः अपि सार्वधातुक अथवा आर्धातुक भवितुं शक्नुवन्ति. सार्वधातुकप्रत्ययः कृत् प्रत्ययः ते सन्ति ये षित् सन्ति. केवलं नव षित् प्रत्ययाः सन्ति, कृत् प्रत्ययाः सन्ति, ये सार्वधातुकाः सन्ति. तत्र प्रमुखप्रत्ययाः तु द्वौ एव, शतृशानच्. कृत् प्रत्ययः षित् नास्ति चेत् आर्धातुक अस्ति. आर्धातुक अस्ति अतः तत्र गणम् अनुसृत्य भेदः न दृश्यते. विकरणप्रत्ययः न आगच्छति, यतोहि कर्तरि शप् केवलं सार्वधातुकप्रत्ययपरे अस्ति चेदेव शप् प्रत्ययः अथवा गणम् अनुसृत्य शप् प्रभाद्य विकरणप्रत्ययः आगच्छति. तर्हि अत्र भ्वादिगणे अपि पाठकः अस्ति, अदादिगणे अपि वाचकः अस्ति, क्रयादिगणे अपि क्रायकः अस्ति. मध्ये विकरणप्रत्ययस्य विकरणप्रत्ययः न आगच्छति. अस्तु, तर्हि रूपभेदः न भवति. अस्तु, तर्हि अग्रे एतत् सर्वं तु अस्ति नूल् प्रत्ययस्य कृते. नूल् नूल् प्रत्ययस्य कृते वयं जानीमः नूल् स्थाने भवति अक युवोर्नाकौ इति सूत्रेण. अस्तु, तर्हि अग्रे पठामः. अग्रे को अस्ति? सरला महोदय पठतुमिच्छति वा? महोदय अहं बहिः कार्यालये अस्मि. अनन्तरं गच्छामि. महोदय चोरक किं भवति? चोरी योग अक आं महोदय दशमगणे चोरी योग अक चोरक कथं भवति? हा तत्र मया गतरविवासरे उक्तं यत् णिच् अपि अस्ति नुल् अपि अस्ति खलु, तर्हि एकत्र स्थाने द्वौ णित् प्रत्ययौ स्तः, तर्हि तत्र णिच् प्रत्ययस्य यत् इकारः अस्ति तस्य लोपः भवति. अत्र चोरी अस्ति, तत्र इकारस्य लोपः भवति, चोर् इति तिष्ठति, तदनन्तरं चोर् योगः अकः अथ चोरकः भवति. धन्यवादः. अस्तु तर्हि सुमन् महोदय तस्मात् पठतु. क्षम्यतां महोदय किञ्चित् विलम्बेन आगतवती. कुतः पठनीयम् इति अत्र आर्धातुकप्रत्ययानां प्रत्ययेषु अस्माभिः नूल् प्रत्ययः पठितं खलु, तत्र रूपभेदः न भवति. तदनन्तरम् अस्ति अणियर् इति प्रत्ययं पश्येम. अस्तु अनियर् इति प्रत्यय पश्येम. अयं प्रत्यय न तिङ् न वा षित्, अतः आर्धधातुकः. अस्तु सुलभमेव अस्ति. अन्यर् प्रत्यय आर्धधातुकप्रत्ययः अस्ति. कृत् प्रत्ययः अस्ति, अतः तिङ् नास्ति, षित् अपि नास्ति, अतः तिंषित् सार्वधातुकसूत्रेण न सार्वधातुक न भवति. आर्धधातुकशेषः इत्युक्ते सूत्रेण आर्धधातुकप्रत्ययः भवति. अन्य न केवलम् आर्धधातुक अपि तु कर्मणि अर्थे, न तु कर्तरि अर्थे अस्ति. अस्मात् कारणद्वयात् कर्तरी शप् इत्यस्य प्रसक्ति नास्ति. अस्तु प्रथमं तु आर्धधातुक प्रत्ययः अस्ति, अतः कर्तरी शप् तस्य प्रसक्तिः नास्ति. द्वितीयकारण अस्ति कर्तरी अपि नास्ति, कर्मणि कर्मणि अर्थे अस्ति, अतः पुनः कर्तरि सूत्रस्य प्रसक्तिः नास्ति. अत्र हलन्त्यम् इत्यनेन रेफस्य इत् संज्ञा तस्य लोपः इत्यनेन लोपः अन्य अवशिष्यते. अस्तु अन्यर् प्रत्यय आगच्छति चेत् किं योजनीयम् इति दत्तवत्, तत्र अन्य योजनीयं. तर्हि महोदय अत्र मम प्रश्नः अस्ति, अनियर् प्रत्यय आर्धातुकप्रत्ययः अस्ति खलु, तर्हि इडागमस्य चिन्तनं करणीयं वा? अत्र आर्धधातुकप्रत्ययः अस्ति चेत् करणीयं, किन्तु अत्र वलादेः नास्ति खलु, अतः इडागमः न भवति. उत्तमं, वलादेः नास्ति, अतः इडागमः न भवति. तथैव नूल् प्रत्यये अपि, नूल् प्रत्ययः तत्र अक भवति खलु, अक अक अपि वलादेः नास्ति, अतः तत्रापि इडागमस्य चिन्तनम् अनिवार्यं नास्ति. अस्तु तर्हि अग्रे उदाहरणानि पठतु. भवादौ गणे पठ् धातु अस्ति. पठ् योगः अनीय पठनीय. अदादिगणे वच् योगः अनीय वचनीय. जुहात्यदौ दा योग अनीय दानीय. दिवादौ नश् योग अनीय नशनीय. सुवादौ आप् योग अनीय आपनीय. तुदादौ लिख् योग अनीय लेखनीय. अत्र अर्धधातुक प्रत्यय अस्ति, सार्वधातुक आर्धधातुक प्रत्यय अस्ति चेत् गुणस्य प्रसक्तिः अस्ति. अत्र लघु उपगन्तलघु उपदस्य सूत्रेण उपधायां स्थाने इकारः तस्य गुणः भवति, ह्रस्व इकारः अस्ति, ह्रस्व इकारस्य गुणः भवति, लेख भवति, लेख योग अनीय लेखनीय भवति. उत्तमम्. रुदादौ भिद् योग अनीय भेदनीय, अत्र अपि समान एव, भिद् ह्रस्व इकारस्य गुणः भवति, भेद् भवति, भेदनीय. कृ योग अनीय करणीय, अत्र अपि क्रियोग अनीय क्रयणीय. अत्र किमपि अत्र अन्ते ईकारः अस्ति, गुणः भवति किं, नो चेत् भवति वा गुणः? न, दीर्घ ईकारः अस्ति खलु, परन्तु उपधा नास्ति खलु. उपधायां लघु इकवर्णः अस्ति चेत् भवति, परन्तु अन्ते तु लघु अस्ति, तस्य आवश्यकता नास्ति खलु. अस्तु अस्तु. केन केन सूत्रेण भवति अत्र गुणः, केन सूत्रेण भवति? उपधायां यदि अस्ति चेत् पुगन्तलघुपदस्य च इति सूत्रेण गुणं भवति, परन्तु अन्ते अस्ति चेत् केन सूत्रेण गुणः भवति? सार्वधातुक आर्धातुकयो. सार्वधातुक आर्धातुकयोः सूत्रं किं वदति? सार्वधातुक अथवा आर्धातुकप्रत्ययः परे अस्ति चेत् पुगन्त अङ्गस्य गुणं भवति. अस्तु अस्तु. तर्हि तत्रापि क्रे भवति, क्रे योगः अनीय क्रयणं. तत्र एचवाय सूत्रस्य ए ऐ भवति, ऐ योग अनीय अयनीय. ऐ न भवति, ए अय अय ऐ अयोग यकारः पुनः अन्यस्य अकार आगच्छति, अतः क्रयणीय भवति. चुरादौ चु चोरी भवति. अत्र चोरी तस्य पुनः गुण भवति. तर्हि प्रथमं महोदय, चुर् अस्ति, चुर् यदा अस्ति तर्हि चुरादिगणीयधातुः अस्ति, अतः प्रथमं किम् आगच्छति? णिच्. तर्हि चुर् योगः णिच् किं भवति? चोरि. चोरि, एतत्तु जानाति. अधुना अधुना एकं सूत्रमस्ति यत् अहम् अग्रे आगच्छति, परन्तु अधुना एव वदामि. एकं सूत्रमस्ति 6451 एकं सूत्रमस्ति, यदि पुस्तकमस्ति चेत् सर्वे उद्घाटयन्तु. 6451 पृष्ठक्रमाङ्कः अस्ति 115. तर्हि एकं सूत्रमस्ति नेरनिटि, नेरनिटि एकं सूत्रमस्ति, तस्य अनुवृत्तिसहितं सूत्रमस्ति नेहे लोपः अनिटि आर्धातुके. नेहे लोपः अनिटि आर्धातुके. नेहे अत्र नेरनिटि किम् अस्ति, सन्धिविच्छेद्य यदि क्रियामः तर्हि नेहे लोपः अनिटि. अष्टाध्यायिकं वदति सूत्रं नास्ति. 6451 अस्ति महोदय. 6451 पुस्तके अस्ति. पुस्तके अष्टाध्यायिकम् आन्लैन् नास्ति. न जानामि, परन्तु सूत्रमस्ति महोदय पुस्तके. तत्र किमपि मिस्टेक्स् भवति तत्र अष्टादश.com मध्ये नम्बर् मध्ये .com ऐ डोण्ट् थिङ्क् ऐ थिङ्क् समटैम्स् इट् मिसेस् समथिङ्ग् भवति. तर्हि पुस्तके पुस्तके पठतु तर्हि. सुमन् महोदय, अत्र णेः योगः अनिति इति अस्ति सन्धिविच्छेदः. तर्हि लोपः 6448 तः लोपः इति अनुवृत्ति भवति. 6448 सूत्रात् लोपः इति शब्दस्य अनुवृत्ति भवति. तदनन्तरं 6446 इति सूत्रात् आर्धातुके इति सूत्रस्य तर्हि अनुवृत्तिसहितं सूत्रमस्ति. नेहे लोपः अनिति आर्धातुके, तस्य अर्थः अस्ति यत् यदि तादृश आर्धातुकप्रत्ययपरः अस्ति यत् अनिट् अस्ति, नाम तत्र इट् न भवितुं शक्नोति, रागमः न भवितुं शक्नोति, तादृश आर्धातुकप्रत्ययपरे अस्ति चेत् नि तस्य लोपः भवति, नि प्रत्ययस्य लोपः भवति नि. तर्हि निच् नि प्रत्ययः अस्ति, नि अस्ति खलु नि, निच् नि इत्युक्ते सर्वे प्रत्ययाः यत्र नि भागः अस्ति. तर्हि निच् मध्ये नि भागः अस्ति, अतः नि प्रत्ययस्य लोपः भवति यदि तस्यानन्तरम् अनिट् आर्धातुकप्रत्ययः अस्ति. तर्हि पश्यतु, यदि अक अस्ति, अक अकप्रत्ययः आर्धातुकप्रत्ययः अस्ति, वलादेः नास्ति अतः अनिट् अस्ति, अतः चुर् योगः अक. तत्र प्रथमं तु निच् आगत्य चोरियोगः अक भवति, तदनन्तरम् अक आर्धातुक अनिट् अस्ति अतः नि तस्य लोपः भवति. नि इत्युक्ते इकार, निच् प्रत्ययात् इह इकारः आगच्छति, तस्य लोपः भवति, अतः चोरितः इकारस्य लोपः भवति. चोर्योगः अकः चोरकः. तथैव चोरणीयमध्ये अपि प्रथमं चोरि अस्ति, तदनन्तरम् अनियर् अस्ति, अनियर् आर्धातुकप्रत्ययः अस्ति, वलादेः नास्ति अतः अनिट् अपि अस्ति, अतः तत्रापि तत्र इकारस्य लोपः भवति. चोर्योगः अनिय चोरणीय इति वदति. अस्तु, नो चेत् तत्रापि क्री धातु इव गुण भवितव्यं. अस्तु अस्तु, इदानीं तु न इकार नास्ति अतः चोर्योग अन्य चोरणीय. अत्र नकारस्य नकारः कथं भवति? रकारः रेपः अस्ति खलु, नत्वं भवति, नकारस्य नत्वम्. अस्तु, धन्यवादः महोदय. धन्यवादः महोदय. तर्हि सर्वे अवगच्छन्ति खलु? प्रश्नः अस्ति वा कस्यापि? अस्तु, तर्हि एकम् अधुना अस्ति, गतरविवासरे एकः प्रश्नः आसीत्, तस्य उत्तरम् अहम् अपश्यम्. तर्हि दा अत्र उपरि गच्छतु कृपया. क्षत्रिप्रत्ययः अत्र अत्र यत्र अस्ति, तत्र क्षत्रिप्रत्ययः अस्ति, एकवारं करपत्रस्य उपरि भागे गच्छतु. अत्र दा धातु आसीत् खलु, दा धातु जुहोत्यादिगणौ दा. तर्हि तत्र सर्वे प्राप्नुवन्ति वा? आम् महोदय. अत्र कर्तरर्थे सार्वधातुकानां कृत् प्रत्ययानां दशानां धातुगणानां रूपभेदः, तत्र जुहोत्यादौ दा अस्ति. तर्हि दायोगः अत् भवति, कर्तृशप् इति सूत्रेण दायोगः शप् भवति. तत्र जुहोत्यादिगण श्लु इति सूत्रेण वयं जानीमः यत् द्वित्वं भवति. तर्हि दायोगः शप् योगः अत् भवति, दायोगः श्लु योगः अत्, श्लु कारणेन दा तस्य द्वित्वं भवति, ददायोगः अत् भवति. तर्हि गतरविवासरे प्रश्नः आसीत् खलु यत् ददा योगः अत् ददात् किमर्थं न भवति इति, ददत् किमर्थं भवति? तर्हि एकं प्रश्नः आसीत्, ददा योगः अत् ददात् किमर्थं न भवति, ददत् किमर्थं भवति? तथैव अग्रे अपि यथा क्र्यादिगणि अस्ति, क्र्यादिगणि क्रियोगः अत् अस्ति, क्र्यादिगणे क्रियोगः अत् अस्ति, तत्रापि क्रियोगः अत् कर्तृशप् इति सूत्रेण क्रियोगः शप् आगच्छति, क्र्यादिभ्यः श्ना इति सूत्रेण शपं प्रभाद्य श्ना आगच्छति, तर्हि क्रियोगः नायोगः अत् अस्ति, क्रीणायोगः अत्, तत्रापि क्रीणात् किमर्थं न भवति इति प्रश्नः आसीत्। तर्हि ददायोगः अत् ददत् भवति न तु ददात्, क्रीणायोगः अत् क्रीणत् भवति न तु क्रीणात्। तर्हि प्रश्नः अस्ति किमर्थम् आकारस्य लोपः किमर्थं भवति। अस्तु, तर्हि एकं सूत्रमस्ति, तत् सूत्रमस्ति श्नाभ्यस्तयोरातः, श्नाभ्यस्तयोरातः, तस्य सूत्रं सूत्रसङ्ख्या अस्ति, एकं निमिषं वदामि। श्नाभ्यस्तयोरातः सूत्रसङ्ख्या कुत्र अस्ति, 64112, 64112 इति सूत्रम् अष्टाध्याय्यां कृपया उद्घाटयतु। 64112 पेज् अस्ति 117, तर्हि 112 अस्ति श्नाभ्यस्तयोरातः, तत्र सूत्रस्य अर्थः अस्ति अत्र श्नाभ्यस्तयोरातः इति सूत्रमस्ति, तत्र श्ना अस्ति, अभ्यस्त अस्ति, श्नाभ्यस्तयोः आतः इति सन्धिविच्छेदः। 64111 इति सूत्रात् लोपः इति पदस्य अनुवृत्तिः भवति, तदनन्तरं 64110 इति सूत्रात् सार्वधातुके इति पदस्य अनुवृत्तिः भवति, सार्वधातुके इति सूत्रस्य अनुवृत्तिः भवति। तर्हि किम् अस्ति तस्य अर्थः, यत् यदि श्ना अस्ति नाम क्र्यादिगणीय अस्ति अथवा अभ्यस्तसंज्ञा अस्ति, अभ्यस्त इत्युक्ते अत्र वयं जानीमः खलु यत् यत्र द्वित्वं भवति तत्र अभ्यस्तसंज्ञा भवति, अभ्याससंज्ञा भवति, अभ्यस्तसंज्ञा भवति, तर्हि यदि क्र्यादिगण अस्ति नाम श्ना अथवा अभ्यस्तसंज्ञा अस्ति तर्हि तस्य आतः नाम आकारस्य लोपः भवति सार्वधातुकप्रत्यये परे अस्ति चेत्। सर्वे सार्वधातुकप्रत्ययः न, परन्तु यत् ये णित्वत् अथवा कित्वत् अस्ति, अपित् अस्ति, ते एव तत्र तत्र आकारस्य लोपः भवति। तर्हि ददायोगः अत् अत्र ददा अभ्यस्त अङ्गम् अस्ति खलु, तदनन्तरम् अत् अस्ति, अत् सार्वधातुक अस्ति, यत् अपित् नास्ति, अपित् अस्ति, क्षम्यताम्, अपित् सार्वधातुक अस्ति, अतः ददाय तत्र आकारस्य लोपः भवति, दद्योगः अत् ददत् इति भवति। तथैव क्रीणात् क्रीणायोगः अत् क्रीणाश्ना अस्ति, श्ना अस्ति, अतः तत्रापि आकारस्य लोपः भवति, क्रीणयोगः अत् क्रीणत् इति भवति। तत्र अतो गुणे अथवा किमपि नास्ति, श्नाभ्यस्तयोरातः इति सूत्रेण कार्यं भवति इति अस्ति। सूत्रम् अग्रे दीर्घरूपेण आगमिष्यति, परन्तु अधुना केवलं संक्षेपेण वदामि किमर्थम् आकारस्य लोपः इति वार्ता अस्ति। अस्तु, तर्हि अग्रे गच्छामः। प्रश्नमस्ति, प्रश्नः अस्ति, प्रथमभागः अभ्यासः वा द्वितीयभागः अभ्यासः वा? प्रथमभागः अभ्यासः, सम्पूर्णम् अस्ति अभ्यस्त। ओ, द्वितीयभागस्य किमपि नाम नास्ति? न, अभ्यासः अपूर्ण अस्ति अभ्यस्त। प्रथमभागः अभ्यासः, पूर्णमस्ति अभ्यस्त। धन्यवादः। अस्तु, तर्हि मलर् महोदय अस्ति खलु? पठतु कृपया। अग्रे पठामि वा? यत्र यत्र कृत् यत्र यत्र कृत् प्रत्ययः आदधातुकः तत्र तत्र धातुगणम् आधारीकृत्य भेदो न वर्तते, अतः यथा आदधातुकलकाराः आदधातुक कृत् प्रत्ययानां प्रक्रियार्थं धातूनां अन्तिमवर्णम् अनुसृत्य चतुर्दशवर्गेषु विभज्यन्ते. चतुर्दशवर्गाः एते. यत्र कृत्प्रत्ययः आदिधातुः अस्ति तत्र धातुगणभेदः न भवति. धातूनाम् अन्तिमवर्णम् अनुसृत्य चतुर्दश वर्गेषु विभज्यन्ते. अकारान्तः यथा कट घन रस इत्यादयः. आकारान्ताः यथा पा ला वा दा दा इत्यादयः. इकारान्ताः यथा श्री श्री चि चि हि इत्यादयः. ईकारान्ताः यथा ली षि हि क्रि हि इत्यादयः. उकारान्ताः यथा धृ नु हु गु षु इत्यादयः. ऊकारान्ताः यथा भू लु हु नु मु इत्यादयः. कृकारान्ताः यथा क्रि धृ धृ भृ कृ सु नृ इत्यादयः. ऋकारान्ताः यथा ृ श्रु श्रु घृ वृ इत्यादयः. यजन्ताः यथा ग्लै म्लै दे व्यै ऐ चो चो इत्यादयः. अदुपदाः यथा पच् चल् वद् कल् कप् पच् चट् इत्यादयः. अदुपद इत्युक्ते किं महोदय? अदुपद इत्युक्ते किम्? उपादयः न उपादयः न इति. अदुपद इत्युक्ते उपधायाम् अत् उपधायाम् अत् अत् अत् उपधा अत् उपधा अत् इत्युक्ते किम्? अत् अत् इत्युक्ते किं महोदय? मन्दर महोदय अत् इत्युक्ते किम्? अकारः अस्ति चेत् ह्रस्व ह्रस्वाकारः केवलं परस्तत्कालः इति सूत्रेण केवलं ह्रस्वाकारः. तर्हि अस्मिन् गणे अस्मिन् गठे तादृशः धातवः सन्ति येषु उपधायां ह्रस्वाकारः अस्ति, यथा पट् चल् वद् स्खल् कक् पच् चट् इति. तत्र सर्वेषु उपधायां ह्रस्वाकारः अस्ति ननु, अतः तत्र अदुपधाः अस्ति. अग्रे ईदुपदाताः यथा चित् मित् चित् दित् मित् लिल् इत्यादयः. अत्र इकारः उपादायः अस्ति इति ईदुपदा. ऊदुपदाः यथा बुद् शुद् मुद् कुक् उक् इत्यादयः. अत्र उपदा उकारः अस्ति. ऋक कृत् उपादायाः यथा कृष् वृष् नृत् सुत् वृत् वृत् इत्यादयः. अवशिष्टाः न सन्ति येषु वर्गेषु यथा नील् शीक् बुक् अण्ट् इत्यादयः. अन्य च आगधातुकः कृत् प्रत्ययः चेत् इदागमविचारः करणीयः. अग्रे पठामि वा महोदय? न महोदय, धन्यवादः. तर्हि अस्माभिः किं दृष्टं यत् यदा सार्वधातुकप्रत्ययः अस्ति चेत् गणम् अनुसृत्य कार्यं भवति. ये एकस्मिन् एव गणे सन्ति धातवः तेषां कृते समानं कार्यं भवति. परन्तु आर्धातुकप्रत्ययेषु कृते प्रत्ययेषु तु धातुगणम् अनुसृत्य किमपि नास्ति. अतः किमस्ति तत्र इति, यद्यपि धातुगणम् अनुसृत्य कार्ये समानता नास्ति, परन्तु धातूनां धातूनाम् अन्तिमवर्णम् अनुसृत्य कार्यसमानता समानत्वं दृश्यते. तर्हि सर्वे अकारान्ताः धातवः ते एकरीत्या कार्यं कुर्वन्ति सामान्यतया. आकारान्तः एकरीत्या कार्यं कुर्वन्ति, इकारान्तः इकारान्तः, अदुपदाः इदुपदाः उदुपदाः. तर्हि अग्रे गत्वा यत्र यत्र आर्धातुकप्रक्रियायाः अभ्यासः भविष्यति तत्र तत्र वयं द्रक्ष्यामः यत् सर्वे धातवः एषु एव भागेषु वर्गिताः भवन्ति. अकारान्तानां कृते एकं कार्यम्, अकारान्तानां कृते एकं कार्यम्, एजन्तानां कृते एकं कार्यम्, अदुपदधातूनां कृते एकं कार्यम् इति अस्ति, इति वार्ता अस्ति. अस्तु, तर्हि नुल् अथवा अणियर् अत्र सर्वे यदस्ति अक् अन् अक् नुल् स्थाने अक् भवति, तदनन्तरम् अनियर् भवति. अत्र अस्माभिः दृष्टं यत् अत्र इडागमविचारः नास्ति, यतोहि ते वलादेः नास्ति. परन्तु यदि कोऽपि कृत् आर्धातुकप्रत्ययः वलादिः अस्ति तर्हि तत्र इडागमस्य चिन्तनं करणीयम्. तत्र इडागमः भवति यदि यदि धातुः अपि सेट् अस्ति तर्हि ईकारः तु आगच्छति एव इति वार्ता अस्ति. अस्तु, तर्हि धन्यवादः महोदय, अग्रे गच्छामः. जानकी महोदय अस्ति खलु? आर्धधातुकः कृत् प्रत्ययानाम् इडागमविचारः. आर्धधातुकः कृत् प्रत्ययैः निष्पादितानां पदानां धातुगणीयभेदो न भवति, किन्तु इडागमविचारः अपेक्षितः. यथा कृत् इत्तवतु कृतवान् गतवान्, परन्तु इडागमे सति पठितवान् खादितवान्. तुमुन् ज्ञातुम् आप्तुम्, परन्तु इडागमे सति क्रीडितुं जीवितुं. तव्यत् द्रष्टव्यं धातव्यं, परन्तु इडागमे सति खादितव्यं क्रीडितव्यं. तृच् कर्ता धाता, परन्तु इडागमे सति स्पर्धिता दयिता. एवमेव अनियर् नुल् इक्त इक्त्वा ल्युट् यावन्तः कृत् प्रत्ययाः अशितः सन्ति ते सर्वे तथा आर्धधातुकाः. तत्र इडागमविचारः करणीयः. आर्धधातुकप्रत्ययः परे सति इट् नाम इ इति आगमः कुत्रचित् धातुप्रत्ययोः मध्ये उपविशति. यथा दृष्टं पूर्वं धातुः अपि सेट् स इट् प्रत्ययः अपि सेट् चेदेव इडागमः भवति. धातुप्रत्ययोः मध्ये एकोऽपि अनिट् चेत् इडागमः न भवति. द्वयमपि सेट् चेदपि कुत्रचित् अपवादत्वेन इडागमः न भवति. परन्तु द्वयोर्मध्ये एकः अनिट् चेत् इडागमो नैव भवति. कोऽपि आर्धधातुक यदा आर्धधातुककृत् प्रत्ययैः पदानां निर्माणसमये इडागमस्य विषये चिन्तनं भवति करणीयं. किमर्थम् इत्युक्ते इदानीम् इक्तवतु इति प्रत्ययं स्वीकुर्मः चेत् कुत्रचित् कृतवान् गतवान् भवति, कुत्रचित् तत्र इडागमः न भवति, परन्तु कुत्रचित् पठितवान् खादितवान् इति इडागमः भवति. तादृशमेव तुमुन् प्रत्ययविषये अपि ज्ञातुम् आप्तुम् अत्र इडागमः नास्ति, परन्तु क्रीडितुं जीवितुम् अत्र इडागमः अस्ति. तादृशमेव तव्यत् प्रत्यये अपि द्रष्टव्यं धातव्यम् इडागमः नास्ति, खादितव्यं क्रीडितव्यम् इडागमः अस्ति. तृच् प्रत्ययविषये अपि कर्ता धाता तत्र इडागमः नास्ति, स्पर्धिता दयिता अत्र इडागमः अस्ति. एवमेव अनियर् नुल् इक्त्वा ल्युट् एते प्रत्ययाः अपि तत्रापि इडागमविषये चिन्तनं करणीयं भवति. आर्धधातुक प्रत्ययः अत्र इड् व्यवस्था इडागमव्यवस्था विषये तु आर्धधातुक प्रत्ययविषये एव अत्र चिन्तनीयं भवति. सार्वधातुकप्रत्यय कृते तत् न भवति विकरण तत्र विकरणप्रत्ययाः भवन्ति, परन्तु अत्र तु अर्धधातुकप्रत्ययानां विषये इडागमः भवति. इडागमः तत्र इट् इट् आगमः भवति. इट् इट् इत्यस्य टकारः हलन्त्यम् इति सूत्रेण लोपः भवति. इ एव अवशिष्यते. अत्र ई धातुप्रत्ययोः मध्ये आगत्य उपविशति. कुत्र कुत्र भवति चेत् यदा धातुः से इट् तत् इट् सहितं भवति, स इट् भवति, प्रत्ययः अपि स इट् सेट् भवति, तदा इडागमः भवति. धातु यदि धातु वा प्रत्ययः वा द्वयोः मध्ये एकः अपि अनिट् भवति चेत् तत्र इडागमः न भवति एव. द्वयमपि यदि प्रत्ययः धातुः द्वयमपि सेट् अस्ति चेदपि कुत्रचित् इडागमः न भवति, अपवादः भवति, कुत्रचित् इडागमः न भवति एव. तावदेव. तर्हि प्रश्नः अस्ति यदि प्रथमं तु द्रष्टव्यं यत् आर्धातुकप्रत्ययः अनिट् अस्ति न वा. अनिट् अस्ति चेत् सामान्यतया तु तत्र एव प्रश्नः समाप्तं, धातोः दर्शनस्य आवश्यकता एव नास्ति. धातु सेट् अस्ति वा अनिट् अस्ति वा, प्रत्ययः अनिट् अस्ति चेत् तत्र इडागमः न भवति. प्रत्ययः सेट् अस्ति चेत् द्रष्टव्यं धातु सेट् अस्ति वा अनिट् अस्ति वा. धातु अपि सेट् अस्ति चेत् इडागमः भवति. इडा धातुः अनिट् अस्ति चेत् इडागमः न भवति इति सामान्यनियमाः सन्ति. कुत्र कुत्रचित् अपवादाः सन्ति, यत्र अनिट् अस्ति चेदपि इडागमः भवति, सेट् अस्ति चेदपि इडागमः न भवति. परन्तु सामान्यतया उभौ नाम धातु अपि प्रत्यय अपि उभौ सेट् अस्ति चेत् सेटौ स्तः चेत् किं भवति, इडागमः भवति अथवा न अन्यथा न भवति. अस्तु, तर्हि अग्रे पठतु महोदय. कोऽपि आर्धधातुकप्रत्ययः इडागमयोग्यः न वा इति कथं ज्ञातव्यम्? एतदर्थं प्रमुखं सूत्रद्वयम् अस्ति. आर्धधातुकस्य बलादेः इति सप्तम अध्यायस्य द्वितीयपादे पञ्चत्रिंशत्तमसूत्रमस्ति. आर्धधातुकप्रत्ययस्य आदौ वल्प्रत्याहारे अन्यतमवर्णः अस्ति चेत् तस्य इडागमः भवति. वलादेर् आर्धधातुकस्य इडागमः स्यात्. इट् आगमः तित्, अतः आद्यन्तौ कथितौ इति प्रथमाध्यायस्य प्रथमपादे षड् चत्वारिंशत्तमसूत्रमस्ति. इत्यनेन प्रत्ययस्य आदौ आयाति. वल् प्रत्याहारे यकारं विहाय सर्वाणि व्यञ्जनानि अन्तर्गतानि. वल् आदौ यस्य स वलादिः, बहुव्रीहिः तस्य वलादेः. आर्धधातुकस्य षष्ट्यन्तम् इट् प्रथमान्तं, वलादेः षष्ट्यन्तं त्रिपदम् इदं सूत्रम्. अङ्गस्य इत्य षष्ठाध्यायस्य चतुर्थपादे नवमसूत्रं वा महोदय, प्रथमसूत्रमस्ति इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रम् अङ्गात् वलादेः आर्धधातुकस्य इट्. एतत् सूत्रं तु अस्माभिः पूर्वमपि पठितं, तर्हि सूत्रस्य आशयं वदतु महोदय. अत्र आर्धधातुक प्रत्ययाः के तत्र के इडागमयोग्यप्रत्ययाः इति ज्ञातव्यं चेत् तत्र सूत्र प्रमुखसूत्रद्वयं वयं सूत्रस्य उपयोगं सूत्रयोः उपयोगं कुर्मः. आर्धधातुकस्य वलादेः इति सूत्रमस्ति. तत्र आर्धधातुकस् प्रत्ययस्य आदौ वल् आदेः आदौ वल् प्रत्याहारस्थवर्णः अस्ति चेत् तस्य इडागमः भवति. वल् प्रत्याहारे यकारं विहाय सर्वे व्यञ्जनानि अन्तर्भूतानि सन्ति. वलादे तत्र यदि वलादे प्रत्ययः अस्ति, आर्धधातुकप्रत्ययः अस्ति चेत् तत्र इडागमः भवति. इट् इति आगमः अस्ति, अतः इट् तु टित् अस्ति. तेन आद्यन्तौ टकितौ इति सूत्रेण प्रत्यय आद्यन्तौ टकितौ इति सूत्रेण प्रत्ययस्य आदौ इट् भवति. वल् वलादिः इत्युक्ते वल् प्रत्याहारः आदौ यस्य स वलादिः इति भवति. तस्य वलादेः इति षष्ट्यन्त वलादेः षष्ट्यन्तपदमस्ति, आर्धधातुकस्य षष्ट्यन्तपदम्. इट् प्रथमान्तपदमस्ति, त्रिपदमिदं सूत्रम्. अङ्गस्य इति अधिकारः षष्ठाध्यायस्य प्रथम एतत् तः आगच्छति, अतः अनुवृत्तिसहितसूत्रमस्ति. अङ्गात् वलादेः आर्धधातुकस्य इट् भवति अत्र अङ्गात्. अस्तु अस्तु, तत्र प्रश्नः अस्ति, आद्यन्तौ टकितौ सूत्रस्य अर्थः एकवारं महोदय वदतु सर्वान् सर्वेषां कृते. आदि अन्तौ आद्यन्तौ, अत्र टक् यत्र टि टकितौ तत्र टित् खित्. यदा प्रत्ययः टित् भवति तदा तद् आदि प्रत्ययस्य पूर्वम् आगच्छति, धातोः अनन्तरं प्रत्ययस्य पूर्वम् आगच्छति. यदा खित् अस्ति तदा तद् प्रत्यय कथं भवति महोदय? रिस्पेक्टिव्लि यदि वयं क्रमेण यदि वयं प्रक्षामः तर्हि आदि टित् अन्तौ कित् इति. तर्हि केवलं प्रत्ययः न, यस्यापि आगमः अस्ति तस्य पूर्वे आगच्छति यदि टित् अस्ति, अन्ते आगच्छति यदि कित् अस्ति. तर्हि अत्र अङ्गात् वलादेः आर्धातुकस्य इट्, तर्हि इट् इति आगमः अस्ति. कस्य आगमः अस्ति? कस्य अत्र अङ्ग वलादेः कस्य आगमः? इट् क्षम्यताम्, इट् आगमः अस्ति. तर्हि इट् कस्य आगमः अस्ति? वलादेः आर्धधातुकस्य. वलादेः आर्धातुकस्य, यस्य षष्ठी विभक्ति अस्ति तस्य आगमः अस्ति. तर्हि आर्धातुकस्य आगमः अस्ति. अस्तु, तर्हि यस्य आगमः अस्ति तस्य आदौ आगच्छति यदि टित् अस्ति, तस्य अन्ते आगच्छति यदि कित् अस्ति. तर्हि अत्र आर्धातुकस्य आगमः अस्ति, इट् टित् अस्ति, अतः आर्धातुकस्य नाम आर्धातुकप्रत्ययस्य आदौ आगच्छति. अतः यत् प्रत्ययः अस्ति तत् पूर्वम् इडागमः भवति इति वार्ता अस्ति. अस्तु, तर्हि धन्यवादः महोदय, अग्रे गच्छामः. सर्वे अवगच्छन्ति वा? अहं सर्वानां म्यूट् करोमि अत्र, यतोहि तत्र किमपि डिस्टर्बन्स् आसीत्. प्रश्नः अस्ति चेत् कृपया अन्म्यूट् कृत्वा पृच्छतु. अन्म्यूट् यदि कर्तुम् इच्छति चेत् अस्तु, फ़ोन् अस्ति चेत् *6 नोदयतु, अथवा कम्प्यूटर्तः आसीत् चेत् तत्र मैक् चिह्नम् अस्ति तद् क्लिक् कृत्वा अन्म्यूट् करोतु. परन्तु अधुना सर्वे म्यूटः एव सन्ति. अस्तु, तै प्रश्नः नास्ति इति चिन्तयामि, अतः अग्रे वयं गच्छामः. तर्हि किमस्ति, मीना सुन्दरेशन् महोदय अस्ति खलु? मीना महोदय, आदि अन्तौ टित् कित् वा? धन्यवाद. अत्र संशयः अस्ति, आदि अन्तौ टिकितौ कृतवान् कृतवान् अपि पठितवान् व्यत्यासं किं किमर्थं पठितवान् किमर्थं कृतवान् गतवान् इडागमः तर्हि इडागमः न भवति तत्र किमर्थं तत्र इडागमः न भवति यतोहि कृ धातुः अनिट् अस्ति कृ धातु तत्र तव तु प्रत्यय तु सर्वत्र स्टेट् अस्ति परन्तु कृ धातुः अनिट् अस्ति अतः तत्र इडागमः न भवति परन्तु पठ् धातु स्टेट् अस्ति अतः तत्र इडागमः भवति पठितवान् कथं ज्ञातव्यं तत्तु महोदय अस्माकं काले तु अस्माभिः तत्र स्मरणमेव करणीयं रटनं करणीयं महोदय तर्हि वस्तुतः तस्य अस्ति तस्य सूत्रमस्ति तत् कृते केचन धातवः के धातवः सेट् अस्ति के धातवः अनिटाः सन्ति परन्तु तत्र सर्वत्र ज्ञातुं तस्य आवश्यकता अस्ति यत् उदात्त अस्ति वा अनुदात्त अस्ति वा परन्तु तादृशं ज्ञानं तु अस्माकम् अधुना अद्यतनकाले तत् ज्ञानं लुप्त अस्ति उपदेशे तत्र अनुदात्त अस्ति चेत् अनिट् अस्ति परन्तु वयं न जानीमः खलु अनुदात्त अस्ति उदात्त अस्ति इति वा तस्य अधुना तादृशं ज्ञानं नास्ति अतः केवलं रटनं करणीयं यु हेव् टु रिमेम्बर् इट् जस्ट् लैक् यु रिमेम्बर् द लिङ्ग् एण्ड् आत्मनेपदी उभयपदी देट् इन् द सेम् सेन्स् यु हेव् टु जस्ट् लर्न् एण्ड् रिमेम्बर् धातु इस् सेट् आन् इट् ओके अस्तु तर्हि अग्रे आगमः विषये इट् क्षम्यतां टित् कित् विहाय किमपि नास्ति किम् किट् निट् विहाय भवितुं शक्नोति परन्तु इदं सूत्रं केवलं टित् कित् कृते एव अस्ति कित् आगमः यदा कित् अस्ति तस्य उदाहरणं दातुं शक्नोति कित् उदाहरणस्य एकनिमिषः चिन्तयामि तर्हि पुगागमः अस्ति धन्यवादः महोदय तत्र एकनिमिषः पुगागमः अस्ति अत्र महोदय प्रेरणार्थे अस्ति खलु निच् निच् प्रकरणे तत्र दा धातु यदि अस्ति आगमः भवति तर्हि तत्र दा योगः णिच् अस्ति परन्तु प्रथमं तु दा धातोः उगागमः भवति तर्हि कस्य आगमः भवति धातोः आगमः भवति अतः धातोः अन्ते आगच्छति यतोहि पुक् कित् अस्ति तर्हि दा योगः दा धातोः पुगागमः अस्ति दा धातोः अन्ते पुक् आगच्छति दा योगः पुक् पुक् नाम प दा योगः प योगः इ धातु भवति दापि रूपं भवति दापयति इति किमर्थं वदति धातोः आगमः भवति सूत्रे यदि वयं पश्यामः तत्र सूत्रे सूत्रमेव अहं वदामि सूत्रमस्ति अर्तिजि पेज् एव वदामि तर्हि सूत्रमस्ति अर्तिरीष्णुयि एकनिमिषः सूत्रमस्ति सूत्रसङ्ख्या का अस्ति सूत्रमस्ति 7336 7336 अस्ति 7336 तत्र पृष्ठसङ्ख्या अस्ति 125 अष्टाध्यायीपुस्तक 125 अस्ति तत्र 7336 तत्र सूत्रमस्ति अर्ति रि व्ली रि क्नुयि श्मायि आतां पुङ्नौ अस्तु पश्यति वा आम् तत्र अर्थं किमस्ति अर्ति नाम अर्ति नाम रुधातु रुधातु अस्ति अथवा म्रीधातु अस्ति अथवा व्लीधातु अस्ति अथवा रीधातु अस्ति अथवा ख्नुई धातु अस्ति अथवा क्ष्मायि धातु अस्ति अथवा आताम् अत्र आताम् अस्ति खलु क्ष्मायियोगः आतां क्ष्मायि आताम् तत्र आताम् अस्ति आताम् इत्युक्ते किम् आत् शब्दस्य षष्ठीविभक्ति बहुवचनम् अस्तु तर्हि आत् इत्युक्ते तादृशधातु यस्य अन्ते आत् अस्ति आकारान्तधातु तर्हि आकारान्तधातु अस्ति चेत् पुङ्क् पुक् आगच्छति नी प्रत्ययः परे अस्ति चेत् तर्हि नी प्रत्ययः अस्ति नाम निच् प्रत्ययः परे अस्ति चेत् आकारधातोः पुक् भवति अत्र आताम् इति दृष्टे निर्देशयति यत् अत्र षष्ठीविभक्तिः अस्ति नाम धातूना धातोः यत्र ये धातवः सन्ति तेषां षष्ठीविभक्तिः यत्र षष्ठी यस्य षष्ठीविभक्तिः अस्ति तस्य आगमः भवति खलु पुनः वदतु यस्य षष्ठीविभक्तिः अस्ति तस्य आगमः भवति नाम यस्य षष्ठीविभक्तिः अस्ति तस्य पुक् आगमः करोतु इति अस्ति तर्हि अत्र धातु अस्ति ये सर्वे धातवः सन्ति अत्र तेषां षष्ठीविभक्तिः अस्ति अतः यद्यद् धातु अत्र सूत्रे लिखितमस्ति तस्य धातोः पुक् आगमः करोतु न अधुना प्रश्नः अस्ति यत् पुक् आगमः कुत्र भवति अन्ते भवति अथवा आरम्भौ भवति आरम्भे भवति तर्हि पुक् आगमः कित् अस्ति अतः षष्ठीविभक्तिमध्ये यत् पदः अस्ति तस्य पदस्य अन्ते पुक् आगमः आगच्छति अत्र षष्ठीविभक्तेः मध्ये किम् अस्ति ये सर्वे धातवः षष्ठीविभक्त्यां सन्ति अतः अस्मिन् सूत्रे यः धातुः अस्ति तस्य अन्ते पुक् आगमः करोतु किन्तु अत्र तु दा धातु नास्ति आकारधातुः अस्ति खलु दा ओ ओ सर्वे आकार सामान्यतया सर्वे आकारान्तधातवः तत्र पुक् भवति यथा दापयति ज्ञा धातुः अस्ति खलु ज्ञा धातुः तत्र ज्ञापयति भवति अस्तु महोदय प्रायः अनन्तरं वदति चेत् सम्यक् किन्तु अहं चिन्तितवती इकारः आगमः भवति पकारः आगमः भवति धातु धातोः आगमः आर्धधातुकस्य आगमः इति न चिन्तितवती दोषः वा न न तर्हि अत्र विषयद्वयमस्ति एक तु कस्य आगमः भवति नाम वाट् इस् बीङ्ग् इन्ट्रोड्यूस् द न्यू एलिमेण्ट् यः नूतनभागः आगच्छति तस्य तदस्ति आगमः तदनन्तरम् अस्ति कस्य स्थाने तत् आगच्छति लैक् वेर् डु यु पुट् दट् आगम् सो देर् आर् टु थिङ्ग्स् सो वेन् यु सो सो कस्य आगमे इस् अ बिट् तत्र प्रायः तत्र कन्फ्यूजन् भवति क्लेशः भवति एकम् आगमः तर्हि आगमः इत्युक्ते यत् आगच्छति नूतनवस्तु आगच्छति तर्हि इडागमः इत्युक्ते इट् नूतनम् अस्ति अतः इट् आगम तस्य नाम आगम परन्तु इट् कस्य स्थाने आगच्छति नाम कस्य आगम कस्य आगम इत्युक्ते कस्य स्थाने आगमिष्यति तत्तु अस्ति आर्धातुकस्य अवगच्छति वा आर्धधातुकस्य महोदय एकनिमिष आर्धधातुकस्य स्थाने न आगच्छति स्थाने न परन्तु सो आगम इत्युक्ते कस्य आगम वेन् ऐ एम् सेयिङ्ग् कस्य आगम तस्य स्थाने इत्युक्ते टु वाट् इट् इस् बीङ्ग् अटेच्ड् अस्तु अस्तु तर्हि तर्हि कस्य आगमः इति अस्ति तर्हि किमपि क्लेशः अस्ति नाम नूतन भागस्य अहं वर्णनं करोमि अथवा कस्य कस्मिन् योजयति तस्य वर्णनं करोति परन्तु यत्र योजयति तत्र षष्ठीविभक्तिः अस्ति सर्वदा अस्तु तर्हि आर्धातुकस्य इड् इड् भवति तत्र इड् तु आगमः अस्ति इड् आगमः भवति परन्तु यस्य षष्ठीविभक्तिः अस्ति तत्र योजयति. अस्तु, आर्धधातुकस्य टित् अस्ति चेत् आर्धधातुकस्य पूर्वं, कित् अस्ति चेत् धातोः वा आर्धधातुकस्य परं. यस्य षष्ठी विभक्ति अस्ति तस्य आदौ अथवा तस्य अन्ते. अस्तु अस्तु, धन्यवादः महोदय. प्रश्नः अस्ति वा? अन्यप्रश्न न, अस्मिन् सूत्रे अधिकराङ्गस्य अस्ति अतः अङ्गस्य अन्ते भवति इति. न महोदय, अत्र अत्र अन्ते नास्ति खलु, अत्र आर्धातुकस्य आरम्भः अस्ति. किं भवति, उक् भवति अथवा अत्र आर्धातुकं शेषः? सूत्रं किम् अस्ति, पुरागमस्य विषयम् अस्ति अथवा पुरागमस्य? पुगागमस्य पुङ्नौ अस्ति इति अङ्गस्य, अङ्गस्य इति अधिकारः अस्ति. अङ्गस्य अपि अस्ति परन्तु वस्तुतः तत्र सर्वे दातु एव, अर्तिः नुयि श्मायितां त्यादृश अङ्ग तत्रापि षष्ठी अस्ति खलु? आमाम् आम् महोदय. तुगागमः अपि अस्ति खलु? तुकागमः अपि अस्ति, सन्धे एव अस्ति, सन्धि. बहूनि आगमः सन्ति, बहूनि आगमः सन्ति, कित् अस्ति परन्तु पुक् अपि एकः अस्ति, तत्र पुगागमः तुगागमः इति अस्ति. अस्तु, तर्हि सर्वे आगच्छन्ति वा? आद्यन्तौ टकितौ सूत्रं कथं कार्यं करोति? अस्तु, तर्हि अग्रे गच्छामः. भानुमहोदय अस्ति खलु? भानुमहोदय, भानुमहोदय गच्छति वा? भानुमहोदय, महोदय क्षम्यता महोदय, पठतु अग्रे नेडवशीकृति. महोदय अहं कुत्र अस्मि इति. नेड, नेड वशीकृति सूत्रमस्ति अत्र, आर्धातुकस्य नेड् वला वदादेः आनन्द. नेड् वशीकृति, कृत् प्रत्ययस्य आदौ वश् प्रत्याहारे अन्तिमवर्णः अस्ति चेत् तस्य इडागमो न भवति. अन्यतमवर्णः यस्मिन्, अन्यतमवर्णः वश् प्रत्याहारे अन्यतमवर्णः अस्ति चेत् तस्य इडागमो न भवति. यस्मिन् विधिस्तदादावल्ग्रहणे इत्यनेन वशीकृति इत्युक्तौ वशादौ कृति तादृशप्रत्ययः यस्य आदौ वश् स्यात्. वश् प्रत्याहारे वर्गीयव्यञ्जनानां तृतीयः चतुर्थः पञ्चमश्च सदस्याः वकाररेफलकाराः च नाम कृत्सु प्रत्ययस्य आदौ वर्गीयव्यञ्जनानां प्रथमः द्वितीयः अथवा ष ष स ह चेत् इडानुकूलः न अव्ययपदम्, न अव्ययपदम् इति प्रथमान्तं, वशी सप्तम्यान्तं, कृति सप्तम्यान्तम्, अनेकपदमिदं सूत्रम्. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गात् न इट् वशीकृति. किं लिखितमस्ति? आर्धधातुकस्य वलादेः तत् सूत्रमस्ति महोदय. तत् इडागमः कथं भवति आर्धधातुक इति वदति, किन्तु नेड् वशीकृति यदस्ति तत् न इट् इट् अपवादसूत्रं महोदय एतत्. आं सामान्यां, तर्हि आर्धातुकस्य इड् वलादेः इति सूत्रेण इट् कुतः भवति? प्रत्ययः आर्धातुकः भवेत्, प्रत्ययः वलादि भवेत्. परन्तु तत्रापि यदि प्रत्ययः कृत् अस्ति, कृत् प्रत्ययः अस्ति, तर्हि कृत् प्रत्ययः अस्ति चेत् तत्र वशादि अपि न भवतु इति वार्ता अस्ति. तर्हि सर्वप्रथमम् आर्धातुकस्य इड् बलादेः इति सूत्रेण इट् तस्य विधानं भवति यदि आर्धातुकप्रत्ययः बलादि अस्ति. तत्रापि यदि प्रत्ययः कृतस्ति परन्तु यदि तस्य वशादि अस्ति तत्र इट् मा करोतु. तर्हि आहत्य सारांशः एवं पठतु महोदय. सारांशः एवं यत् आर्धधातुककृत् प्रत्ययस्य आदौ वर्गीयव्यञ्जनानां प्रथमः द्वितीयः सदस्यः च ष सः च इत्येषु अन्यतमः चेत् सा प्रत्ययः इडानुकूलः भवति. धातुः अपि सेट् चेत् सामान्यतया इडागमो भविष्यति. अवगच्छति वा सर्वे? आं महोदय. अत्र आर्धधातुक तिङ् अस्ति चेत् एतत् सूत्रं कार्यं न करोति. वल् इडगं भवति. अस्तु. यतोहि अत्र केवलं कृत् प्रत्ययस्य कृते अस्ति. कृत् प्रत्यय एव. तर्हि सर्वप्रथमं द्रष्टव्यम् आर्धातुक अस्ति वा. आर्धातुक नास्ति एव. सार्वधातुक अस्ति चेत् इडागमः तु भवति एव न. तदनन्तरम् आर्धातुक अस्ति चेत् द्रष्टव्यं कृत् अस्ति वा तिङ् अस्ति वा. तिङ् अस्ति चेत् केवलं द्रष्टव्यं यत् बलादि अस्ति. बलादि अस्ति चेत् इट् आगमः तत्र इडानुकूलता अस्ति. परन्तु कृत् अस्ति चेत् पुनः द्रष्टव्यं यत् वशादि अस्ति वा. वशादि अस्ति चेत् कृत् प्रत्ययस्य इडागमो न भवति. नाम कृत् प्रत्ययस्य आर्धधातुककृत् प्रत्ययस्य इडागमः इडानुकूलता तदेव भवति यदि प्रत्ययस्य आदौ वर्गस्य प्रथमवर्णः अथवा द्वितीयवर्णः अस्ति अथवा श श सः अस्ति. तदस्ति चेत् इडानुकूलः अस्ति सामान्यतया. तदा सामान्यतया यदि धातुः अपि सेट् अस्ति चेत् इडागमः भवति इति वार्ता अस्ति. अस्तु. तर्हि महोदय भवानेव अग्रे पठतु. यथा नूल् महोदय कथम् उच्चारणीयं महोदय? नूल् नूल् नूल् आम् न न एव अस्ति. न वु नवुल् आम् नूल् नूल् अनिट् कृत् सेट् नूल् धातोः परे चेत् इडागमः न कदापि भवति. कृच् सेट् अस्ति अतः धातुः अपि सेट् चेत् इडागमः सम्भवति भवति इति सामान्यनियमः. परन्तु केचन अपवादाः सन्ति. भवानेव स्पष्टीकरोतु सर्वेषां कृते. नूल् प्रत्ययः अनित् किमर्थम्? महोदय तत्तु वर्गीय अन्तिमव्यञ्जनम् अस्ति. महोदय तत्तु इत्संज्ञा सर्वदा लौकिकप्रत्ययं द्रष्टव्यं. नकारः इत्संज्ञक अस्ति खलु? आं महोदय. तर्हि नूल् प्रत्ययस्य लौकिकप्रत्ययः किं कः? वु अस्ति. परन्तु वु स्थाने किम् आगच्छति? अनाक. भानुमहोदय महोदय किञ्चित् साहाय्यं साहाय्यम् अपेक्षितं. रघुपतिमहोदय भवान् वदतु सहायता करोतु. युवर्णकौ अन ऊ अस्ति चेत् अक इति अक अस्ति. अत् वल् नास्ति अतः इडागमः भवति. महोदय हा तर्हि नूल् अस्ति तत्र युवोर्नकौ इति सूत्रेण लौकिकप्रत्ययः भवति अक् खलु तर्हि अक् अस्ति तर्हि अक् वलादि अस्ति वा न महोदय किमर्थं न अस्ति अक तु अजन्त महोदय अजन्त किम् अक अजन्त अजन्त न अजादि न न किम् अजादि महोदय मम प्रश्नः अस्ति महोदय नूल् स्थाने अक आगच्छति खलु महोदय तत्र अक तत्र अनित् अस्ति किमर्थम् अनित् अस्ति सेट् सेट् वलादेः तु नास्ति हा वलादेः नास्ति स्वरः अस्ति खलु स्वरः अस्ति वलादेः नास्ति वलादि वलादिप्रत्याहारे नास्ति वल् प्रत्याहारे नास्ति अवगच्छति वा तदेव अहं अस्तु तर्हि अतः अक् स्वरः अस्ति वल् प्रत्याहारे नास्ति अतः तत्र नास्ति अनिट् अस्ति अस्तु भवान् एव वदतु त्रिच् त्रिच् त्रिच् किमर्थमस्ति सेट् वलादे एव वशी न तदपि महोदय तत्तु वलादेः कथं तत् वश्न किन्तु वल् प्रत्यहारे सर्वप्रथमं द्रष्टव्यं त्रिच् वलादि अस्ति वा अस्ति वा महोदय इदानीं अहं पृच्छामि तस्य उत्तरं केवलं तत्र तस्य उत्तरं ददातु त्रिच् वलादि अस्ति वा आं महोदय अस्ति तकारः वल् प्रत्याहारे आगच्छति खलु वल् प्रत्याहारे आगच्छति तर्हि त्रिच् वलादि अस्ति अधुना मम वदतु त्रिच् कृत् प्रत्ययः अस्ति वा त्रिच् कृत् प्रत्ययः अस्ति वा अहं न जानामि न महोदय ये ये धातुप्रत्ययाः सन्ति ते तिङ् सन्ति अथवा कृत् सन्ति तिङ् नास्ति चेत् कृत् अस्ति तत्तु तर्हि तत् कृत् एव तर्हि त्रिच् कृत् प्रत्ययः अस्ति अस्तु अधुना वदतु त्रिच् वशादि अस्ति वा तकारः वश् प्रत्याहारे आगच्छति वा न आगच्छति महोदय न आगच्छति तर्हि त्रिच् कृत् प्रत्ययः अस्ति आर्धातुकः अस्ति आदिमवर्णतकारः अस्ति यत् वश् प्रत्याहारे न आगच्छति अतः सेट् अतः इडागमस्य बाधा नास्ति खलु नास्ति महोदय तर्हि त्रिच् सेट् अस्ति यतोहि आर्धातुक यदि आर्धातुककृत् प्रत्ययस्य आदौ वर्गस्य प्रथमः अथवा द्वितीयः वर्णः अथवा षकारः षकारः सकारः हकारः आगच्छन्ति आगच्छति तर्हि तद् कृत् प्रत्ययः सेट् अस्ति अत्र तकारः वर्गीयप्रथमवर्णः अस्ति अतः तत् सेट् अस्ति इति वार्ता तर्हि त्रिच् प्रत्ययः अस्ति सेट् नूल् प्रत्ययः अस्ति अनिट् इति वार्ता अस्तु एकः प्रश्नः धन्यवादः महोदय हा वदतु किमर्थं नेर्वशीकृति सूत्रस्य आवश्यकं? तत्र वलादेः किम् अस्ति तत्र तु वलादेः सूत्रम् एव किञ्चित् मोडिफै कर्तुं शक्नुवन्ति खलु? किमर्थं वदनीयं वल् अस्ति चेत् भवति किन्तु वश् अस्ति चेत् न भवति? जस्ट् वै नाट् एक्स्क्लूड् द वश् फ्रम् द सूत्रम्? तस्य कारणं महोदय यत् नेड् वशीकृति केवलं कृत् कृते अस्ति, तिङ् कृते नास्ति। तर्हि चेत् सार्वधातुक अस्ति, तत्र सार्वधातुक किम्? एकनिमेषः, प्रश्नः किम्? तिङ् अस्ति चेत् सार्वधातुक भवति, सार्वधातुक सार्वधातुकप्रत्ययः भवति चेत् तस्य प्रसक्तिः एव नास्ति। न न महोदय, अस्तु, अच्छा अच्छा, ओके, तत्र एकः क्लेशः अस्ति, क्षम्यताम्। अहं वदामि यत् कृत् अस्ति अथवा तिङ् नास्ति चेत् कृत् अस्ति इति अहं वदामि खलु। तर्हि सामान्यतया तथमस्ति, परन्तु केचन प्रत्ययाः सन्ति खलु, उदाहरणमस्ति लिट् लकारे, लिट् लकारं पश्यतु। अस्तु अस्तु, तत्र तु तिङ् अर्धधातुकः अस्ति, तिङ् सार्वधातुक एव अस्ति, परन्तु तत्र स्यतासि लृलुटोः इति सूत्रेण मध्ये स्य आगच्छति खलु। तर्हि तत्र स्यतासि लृलुटोः इति सूत्रेण यत् स्य आगच्छति तत् स्य अपि प्रत्ययः एव अस्ति, परन्तु तत् तिङ् अपि नास्ति कृत् अपि नास्ति। तर्हि तिङ् तु नास्ति कृत् अपि नास्ति, परन्तु स्य अस्ति, स्य आर्धातुकः अस्ति, तत्र वलादि अस्ति, अतः तत्र इरागमः भवति। अवगच्छति वा? अस्तु, तर्हि अस्तु, मया यत् उक्तं कृत् तिङ् इति सूत्रमस्ति, यत् तिङ् नास्ति चेत् कृत् अस्ति, तत्र अस्तु, तर्हि किम् अहं वदामि, तर्हि तत्र स्य प्रायः तत्र स्य कृत् प्रत्ययेषु न आगच्छति, तर्हि तत्रापि स्य वलादि अस्ति अतः तत्र अपि इकारः आगच्छति, इडागमः भवति। अन्यथा उदाहरणमस्ति यत् केषुचित् लकारेषु वयं जानीमः यत् तिङ् प्रत्ययः अपि आर्धातुकः अस्ति खलु, यथा लिट् लकारे, आशीर्लिङ्ग् लकारे, तत्र तु साक्षात् सूत्रमेव अस्ति यत् वदति यत् तिङ् एव आर्धातुकः अस्ति। तर्हि तत्र अपि तिङ् प्रत्ययः आर्धातुकं भवति, अतः तत्र अङ्ग वलादेः आर्धातुकस्य इड्वलादेः सूत्रस्य प्रसक्तिः भवति। तदेव लिट्लकारे, लिट्लकारे सा अस्ति, सकार अस्ति, वश् अस्ति, परन्तु एतत् कृत्प्रत्ययः नास्ति, अतः इड् इडागमः भवति। न महोदय, सकार वश् प्रत्याहारे न आगच्छति खलु, वशि वशि अस्ति, सकार अस्ति न, सकार वशि नास्ति, वशि अस्ति न महोदय, वश् प्रत्याहारे अस्ति, वश् प्रत्याहारे नास्ति, वश् सकार, सकार वश् मध्ये नास्ति, सकार अस्ति न महोदय, सकार वश् अस्ति न, प्रत्याहारे नास्ति, वश् प्रत्याहारे किम् अस्ति, अयवर लण् यमङ्गणनं चबदश् चबगडदश्, कर् वर्ण अस्ति, सकार कर् अस्ति, अस्तु, कफतर चल, तर्हि मम प्रश्नः, मम एव प्रश्नः अस्ति, मम संशयः अस्ति यत् लिट् लकारे यत् स्य अस्ति तत् प्रत्ययः अस्ति, तदपि कृत् अस्ति वा इति मम प्रश्नः अस्ति, अहं चिन्तयामि तत्र, यतोहि तत्र एव आगच्छति इति कारणात् कृते एव भवति खलु महोदय, अहमपि चिन्तयामि यत् यतोहि धातूनाम् अनन्तरं यत् प्रत्ययः अस्ति तत् तिङ् अस्ति अथवा कृत् अस्ति, कृदतिङ् इति सूत्रमस्ति, कृदतिङ् तद्वदति यत् कृत् अस्ति अथवा तिङ् अस्ति, तर्हि तावदस्ति चेत् स्य अपि कृत् भवेत्, तर्हि यदि स्य अपि कृत् भवेत् तर्हि नेड् वशीकृति इति सूत्रस्य अपि कोऽपि क्लेशः नास्ति, यतोहि सकारः वशी नास्ति, अतः तर्हि सुमन् महोदयाय प्रश्नः आसीत् यत् आर्धातुकस्य वलादेः तस्य किमर्थं तावदस्ति, तर्हि तस्य सुन्दरम् उदाहरणम् अस्ति तत् लृट् लकारस्य उदाहरणं मा स्वीकरोतु। तस्य उदाहरणम् अस्ति यत् आशीर्लिङ्गी अथवा लिट् लकारे यत् तिङ् प्रत्ययः अस्ति तदपि आर्धातुकप्रत्ययः अस्ति, परन्तु तत् कृत् नास्ति, अतः तत्र वलादिः अस्ति न वा इति एव द्रष्टव्यं। वशादि अस्ति तस्य किमपि चर्चा नास्ति इति अस्ति। तस्य तावत् अवगच्छति वा सुमन् महोदय? अस्तु, तर्हि हकारः वश् प्रत्यय अस्ति वा, क्षम्यतां, वल् प्रत्यय अस्ति खलु? अस्ति अस्ति, अत्र हल् अस्ति खलु अन्तमध्ये, तर्हि हल् अस्ति। अस्तु, तर्हि तत्तु अवगतम्। सर्वे अवगच्छन्ति खलु कुत्र इडागमः भवति कुत्र न भवति? अस्तु, तर्हि अग्रे मीनामहोदय तु पठितं न पठितं पठति वा? अस्तु, मीनामहोदय अस्ति खलु, मीनासुन्दरेश अस्मि महोदय, कुत्र पठितव्यं? स्टेट् अथवा अनिट् ने प्रशीकृति तत्तु अभवत्, तस्य अग्रे अस्ति एकं वाक्यमस्ति, अधुना चिन्तनं करोतु एते आर्धातुकं, अधुना चिन्तनं कुर्वन्तु एते आर्धधातुककृत् प्रत्ययाः सेत् वा अनिट् वा, अनियर् अनियर् वदतु अस्ति वा? अनियर् सेट् प्रश्नं किं कृतं महोदय? प्रश्नः अस्ति अनिट् प्रत्ययः सेट् अस्ति वा अनिट् अस्ति वा? अनियर् सेट् वा अनिट् वा, अनियप्रत्ययं प्रत्ययः वलादीन वलादीयप्रसादीन तस्मात् अनिट् इति चिन्तयामि अहं न अत्र अनियर् मध्ये आदौ वर्ण आदिमवर्णः आदौ वर्णः वलादिन वशादिन आदिमवर्णः कः अस्ति? अकारः, अकारः स्वरः अस्ति, वलादिना स्वरः अस्ति, तस्मात् अनिट् अनिट् अस्तु। इक्त कवर्ग कवर्गमेव सर्वदा तर्हि क्त प्रत्यय लौकिकरूपं किं लौकिकरूपं किम् तस्य लोप कृतः त अस्ति खलु त तर्हि रूपं वलादि वलादि अस्ति वलादि अस्ति वशादि अस्ति वा वशादि न अतः वशादि अन्तर्गतं बलादेः अन्तर्गतं वशादि इत्येव तत्तु अस्ति तकारः तकारः वशादः तकारः वलादि वशादि न वलादि वल् अस्ति परन्तु वश् नास्ति वश् नास्ति अतः सेट् वा अनिट् वा बलादि बलादि इडागमः भवति तर्हि सेट् वा अनिट् इट् इट् सेट् सेट् सेट् धन्यवादः महोदय। तर्हि त प्रत्ययस्य त प्रथमवर्णः अस्ति, त वर्णः वलादि अस्ति परन्तु वशादि अपि नास्ति, अतः इडानुकूलता भवति, अतः सेट् इडानुकूलं भवति, तस्मात् पठित खादित इति भवितुमर्हति। अस्तु, धन्यवादः महोदय। अग्रे न तत् अन्य कोऽपि करोति, मलर् महोदय अस्ति खलु, मलर् महोदय मदर् महोदय श्रूयते वा महोदय अग्रे करोतु तव्यत् तव्यत् अत्र लौकिकरूपं तव्य तकारः वन् प्रत्याहारे अस्ति अतः सेट् इति अस्ति तकारः वल् प्रत्याहारे तु अस्ति तत्तु अस्ति परन्तु वश् प्रत्याहारे नास्ति इति अपि चिन्तनीयं खलु नास्ति केवलं वल् प्रत्याहारे अस्ति इति तु सम्यक् नास्ति यतोहि तव्यत् प्रत्यय कृत् प्रत्ययः अस्ति अतः वश् प्रत्याहारे नागच्छति इति अपि द्रष्टव्यं तर्हि तर्हि सेट् भवति अस्तु त्वा महोदय तत्र आदौ त यदस्ति लशक्व तद्यते इति तकारः न अपगच्छति वा महोदय न महोदय तत्र उपदेश अवस्थायां ककारः अस्ति खलु तत्र लशक्व तद्धिते इति सूत्रेण लशकु ककारः अवगच्छति एकवारं गच्छति तथा अधुना यत् अवशिष्यते तत्तु उपदेश नास्ति खलु इत्संज्ञकसूत्राणां सूत्राणि उपदेश अवस्थायां कार्यं कुर्वन्ति एकवारं तस्य लोपः भवति तर्हि उपदेश अवस्था नास्ति तदा पुनः इत्संज्ञकसूत्राणि कार्यं न कुर्वन्ति एकवारं ककारस्य लोपः भवति लशक्वस्थिते इति सूत्रेण तदा पुनः तकारस्य अथवा किमपि लोपः न भवति महोदय अत्र एकं वल् वश् इति भ्रमः भवति अतः एतत् कृत्प्रत्यये यदि कर्कषव्यञ्जनम् अस्ति वा न वा इति अस्ति चेत् भवति इट् भवति इति सुलभः भवति सौकर्यं सुकरः भवति तस्य फलितार्थः तस्य नेट् इफेक्ट् तथैव अस्ति यत् खरव्यञ्जनं हकारः न अत्र करि च अस्ति अत्र हकारः नास्ति अतः करि वल् वल् वश् प्रत्याहार वस्तुतः वल् प्रत्याहारस्य सब्सेट् अस्ति तर्हि वश् प्रत्याहारे न करोतु अथवा खरि करोतु खरि खरि खरि न खलि खलि करोतु भवति परन्तु हकार अपि कर्कषव्यञ्जन अस्ति वा महोदय अस्ति वा न अस्ति अस्ति हकार अस्ति अस्ति यतोहि अहं चिन्तयामि यत् खरि च इति सूत्रेण केवलं कर्कषव्यञ्जनाः ते सन्ति ये खर् प्रत्याहारे अस्ति खर् खर् दृष्टवान् अहं दृष्ट्वा वदामि हकार अस्ति प्रत्याहारः एव मृदुव्यञ्जनं महोदय हश् अस्ति तत्र मृदुव्यञ्जने एव हश् अस्ति अस्तु हस् अस्ति पति यत्रापि अस्ति न हकारः मृदु अस्ति चेत् केवलं कर्कषव्यञ्जनाः इति कथयित्वा न सम्यक् नास्ति यतोहि अत्र हकारः अपि आगच्छति तर्हि वशि प्रत्याहारे न अथवा वदतु खलि खलि प्रत्याहारे अवगच्छति वा सर्वे अस्तु तर्हि अग्रे अग्रे मलर् महोदय त्वा करोतु त्वा त्वा त्वा अपि अत्र तकारः वन् प्रत्याहारे अस्ति वश् अपि नास्ति अतः सेट् भवति उत्तमं धन्यवादः महोदय तदनन्तरं जानकी महोदय अस्ति खलु आं महोदय ल्युट् ल्युट् अत्र युवार नौको अन भवति अन वल् प्रत्याहारे नास्ति इति कारणात् अनिट् भवति इक्तवतु तत्र त अस्ति त वल् वल् वशि अपि नास्ति वल् प्रत्याहारः अस्ति वशि अपि नास्ति अतः तत्र इडागम सेट् भवति तुमुन् तदपि वलादौ वशि अपि नास्ति अतः तत्रापि सेट् अस्ति उत्तमं तर्हि ल्युट् सर्वे अवगच्छन्ति खलु ल्युट् मध्ये लकारस्य इत्संज्ञा भवति लशकोतद्धिते, टकारस्य इत्संज्ञा भवति हलन्त्यं, तर्हि यु एव अवशिष्यति। तदनन्तरं युवोरनाकौ इति सूत्रेण यु स्थाने अन आगच्छति, तर्हि अन अस्ति तत्तु स्वरादि अस्ति अतः वलादि नास्ति अतः इट्संज्ञक नास्ति। ल्युट् ल्युट् ल्युट् प्रत्ययस्य उदाहरणं कोऽपि दत्तुं शक्नोति वा? ल्युट् प्रत्ययस्य रूपं ल्युट् प्रत्यय ल्युट् प्रत्ययान्तपदस्य उदाहरणं गमनं पठनं लेखनं सर्वे जानन्ति। उत्तमम्, अस्तु, तर्हि अत्र समयः समाप्तः भवति। अत्र कस्यापि प्रश्नः अस्ति वा आर्धातुकस्य इडागमस्य विचारे? नास्ति चेत् अग्रिमरविवासरे मेलिष्यामः। तत्र इदं पाठ सूत्रस्य संख्या वदतु, युवोरनाकौ इति सूत्रस्य संख्या अस्ति, अत्रैव अस्ति, सप्तम अध्यायस्य प्रथमपादस्य प्रथमसूत्रं। धन्यवादः। अस्तु, तर्हि अग्रिमरविवासरे मेलिष्यामः। तर्हि शुभरात्रि, शुभदिनं, धन्यवादः। धन्यवादः धन्यवादः।